अस्तु, नमस्कारः. अद्यतन अद्य अष्टाध्यायं सूत्राणां बलाबलम् इति पाठः प्रवर्तमानः अस्ति. महोदयः यशोदन महोदय गतसप्ताहे माम् उक्तवान् अन्तरङ्गम् इति पर्यन्तम् अभवत् विषयः अभवत्, अनन्तरम् अग्रे गत्वा द्रष्टव्यम् इति उक्तवान्. तावत्पर्यन्तं करपत्रे कुतः इति मां दर्शयितुं शक्यते किम्, सूचयितुं शक्यते किम्, कियत्पर्यन्तं पाठितवान् इति सुमन् भगिनी जानाति किं, करपत्रे कियत्पर्यन्तं पाठितवान्? अन्तरङ्गमिति भागः अस्ति खलु, तत्पर्यन्तं तत् पूर्णतया अभवत् चेत् किं पूर्वोपस्थितम् पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम् अभवत् किं भवत् किम्? इदानीम् अभवत् किन्तु that is exactly where we have stopped. So kimchit punah patitum shaknumah aparanityakam iti arambham karaniyam kila rahi. Kintu if we can do a little bit of revision samyak bhavati. अस्तु, तत् तथा कुर्मः, आरम्भतः एकवारं पश्यामः वयं सारांशरूपेण एतावत्पर्यन्तं किम् अभवत् इति. तर्हि लघुरूपेण वदामि चेत् अस्माकम् अष्टाध्यायीसूत्राणि ये सन्ति तेषां विभागद्वयं कृतम्. अस्तु, अष्टमध्यायस्य द्वितीयपादपर्यन्तं, क्षम्यतां, प्रथमपादपर्यन्तं यत् यानि सूत्राणि सन्ति तेषां नाम अस्ति सपादसप्ताध्यायी इति. अनन्तरम् अष्टमध्यायस्य द्वितीयपादात् ये सूत्राणि सन्ति तेषां नाम अस्ति त्रिपादी इति. तर्हि विभागद्वयम् अष्टाध्यायं सूत्राणां किम् अस्ति नाम सपादसप्ताध्यायी त्रिपादी इति विभागद्वयं कृतं. किमर्थम् इत्युक्ते सूत्राणां यत् प्रवर्तनम् अस्ति, बलाबलचिन्तनम् अस्ति, उभयोः तु भिन्ना भवति, भिन्नम् अस्ति इति कृत्वा विभागद्वयं कृत्वा. तर्हि सपादसप्ताध्यायी इति इति भागः यत् वर्तते तस्मिन् विषये अधुना विषयः प्रवर्तमानः अस्ति, कार्याणि चिन्तनं कथं भवेत् इति विषयः प्रवर्तमानः अस्ति, इति चर्चा प्रवर्तमाना अस्ति. तर्हि अत्र पश्यामः प्रथमं कार्यम् अस्ति इत्युक्ते यत्र अन्यत्र लब्धावकाशः वर्तते चेत् अस्माकं महाभाष्यवाक्यम् अस्ति अन्यत्र लब्धावकाशः इति, अस्माकं चिन्तनं कथं भवेत् इति. यदि अस्मा महोदय करपत्रे एतादृशरूपेण दत्तवान् खलु, सोपानरूपेण दत्तवान् खलु, तर्हि अस्माकं चिन्तनमपि तथा एव स्यात् चेत् सारल्यं भवति अग्रे गन्तुं. तर्हि प्रथममस्ति महाभाष्यवाक्यम् अस्ति अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः इति. तुल्यबलविरोधः इत्युक्ते युगपत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति एकस्मिन्नेव स्थले, तर्हि द्वयोः सूत्रयोः अत्रापि लब्धावकाशः, एकत्र लब्धावकाशः अस्ति युगपत्, अनन्तरम् अन्यत्र अपि तेषां प्रसक्तिः भवितुमर्हति भवति एव इति स्थितौ तत्र वयं तत्र तु किम् अस्ति, तस्य नाम अस्ति तुल्यबलविरोधः, सूत्राणां तुल्यबलविरोधः अस्ति इति वदामः तादृशसन्दर्भेषु. तर्हि यत्र तुल्यबलविरोधः वर्तते द्वयोः सूत्रयोः कार्यं कार्यस्थलम् अस्ति युगपत् सूत्रद्वयम् आगत्य कार्यं कर्तुं प्रसक्तिः अस्ति द्वयोः सूत्रयोः, अन्यत्र अपि लब्धावकाशः वर्तते चेत् तत्र तुल्यबलविरोधः वर्तते, तस्मिन् सन्दर्भे अस्माभिः किं सूत्रं बलवत् इति प्रश्नः. उत्तरम् अस्ति परसूत्रम् इति. कथं जानीमः, अस्माकं सूत्रम् अस्ति विप्रतिषेधे परं कार्यम् तत्र तुल्यबलविरोधः अस्ति, तदेव विप्रतिषेधः इति. तर्हि यत्र विप्रतिषेधः वर्तते, तुल्यबलविरोधः वर्तते, तस्मिन् समये परकारस्य परकार्यं बलवद् भवति, पूर्वकार्यस्य अपेक्षया परकार्यं बलवत् इति. पुनः स्मरन्तु, एतत् सर्वं तु यत्किमपि वयम् अधुना चर्चयामः तत्तु सपादसप्ताध्यायी कृते, इत्युक्ते अष्टमाध्यायस्य द्वितीयपादपर्यन्तं, प्रथमपादपर्यन्तम् अन्तपर्यन्तं यानि सूत्राणि सन्ति तेषां कृते. अस्तु, तर्हि यत्र यत्र तर्हि परसूत्रं पूर्वसूत्रात् परसूत्रं बलवत् इति अवगन्तुं शक्नुमः. यत्र तुल्यबलविरोधः अस्ति चेत् तर्हि एकं कार्यं प्रवर्तमानः अस्ति, तर्हि तस्मिन् समये प्रथमप्रश्नः, सूत्रद्वयस्य प्रसक्तिः अस्ति इति वयम् अवगच्छामः, किन्तु प्रथमप्रश्नः अस्माभिः प्रष्टव्यः अत्र द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति किम् इति प्रष्टव्यः. अस्ति चेत् परसूत्रं बलवत् भवति. अस्तु, अनन्तरं यदि अन्यत्र लब्धावकाशः नास्ति चेत् अग्रे चिन्तयामः. तर्हि किं भवति, सूत्रम् अस्ति, परिभाषा अस्ति, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. तर्हि यत्र सामान्यतया पूर्वसूत्रं कार्यं प्रसक्तिः अस्ति चेत् प्राप्तिः अपि भवति, किन्तु यत्र विप्रतिषेधः अस्ति, अत्र पूर्वपर इति परिभाषायां यत् वर्तते तत्तु विप्रतिषेधस्य एव कार्यमस्ति, तुल्यबलविरोधस्य एव कार्यं. यत्र तुल्यबलविरोधः अस्ति तत्र तु पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, किन्तु परसूत्रस्यापि अपेक्षया नित्यसूत्रं बलवद्भवति. नित्यसूत्रम् इत्युक्ते किं, नित्यम् इत्युक्ते तत्तु कृताकृतप्रसङ्गः इति वदामः. तत्र नित्यसूत्रस्य कार्यम् अत्र भवति कृताकृतप्रसङ्गः. तर्हि सूत्रद्वयस्य प्रसक्तिः वर्तते. अस्तु, एकं प्रथमं कार्यं वयं कारयामः इति तर्हि अस्माकं चिन्तनं कथं भवति. अस्तु, सूत्रद्वयस्य प्रसक्तिः अस्ति, अहं चिन्तयामि यदि अहं प्रथमं कार्यं करोमि चेत् तृतीयसूत्रस्य प्रसक्तिः अस्ति किम्, तथा एव अहं द्वितीयसूत्रं करोमि चेत् प्रथमं करोमि चेत् अहं किं करोमि, अ इति सूत्रं वदामि, आ इति द्वितीयसूत्रम्. अस्तु, तर्हि अ इति सूत्रं प्रवर्तयामि चेत् आ इत्यस्य प्रसक्तिः पुनः वर्तते किम् इति प्रष्टव्यं. तथा एव आ इति प्रथमं करोमि चेत् अ इत्यस्य पुनः प्रसक्तिः अस्ति किं, प्राप्तिः अस्ति किं, प्रसक्तिप्राप्तिः अस्ति किम् इति द्रष्टव्यं. प्रसक्तिः प्राप्तिः अपि द्रष्टव्यं यदि अन्य आ इत्यस्य प्रवर्तनस्य अनन्तरं भिन्नसूत्रस्यपि प्रसक्तिः अस्ति, येन प्रायः तद् परसूत्रमस्ति नो चेत् अपवादसूत्रमस्ति इति कृत्वा अ इत्यस्य प्रसक्तिः एव न भवति, प्राप्तिः एव न भवति इत्युक्ते तर्हि तत्र तु कृतात्मकप्रसङ्गः न भवति. यदि अहम् अप्रवर्तयामि तर्हि आ इत्यस्य निश्चयेन कार्यं भवतु इति आगच्छति, तथा एव आप्रवर्तयामि तर्हि अ इत्यस्य कार्यं भवति वा इति द्रष्टव्यम्. तर्हि यस्य सूत्रस्य पुनः प्राप्तिकृत अहम् अकरोमि चेत् अपि आ इत्यस्य प्रसक्तिः, प्रथमम् अ आ द्वयोः प्रसक्तिः अस्ति प्रथमसोपाने, किन्तु अहं किं चिन्तयामि, अ इति करोमि कारयामि, तथापि अनन्तरमपि आ इत्यस्य प्रसक्तिः अस्ति चेत् आ इति सूत्रं कृता किमस्ति, नित्यसूत्रमस्ति. पूर्वतनप्रथमसोपाने अपि सत्यस्य प्रसक्तिः अस्ति, द्वितीयसोपाने अपि प्राप्तिः भवितुम् अर्हति इति कृत्वा तत्तु नित्यसूत्रं भवति आ इति सूत्रम्. यदि द्वयोः अपि तथा अस्ति चेत् वयं किं चिन्तयामः अधुना. तर्हि अग्रिमम् अस्माकं परिभाषायाम् अग्रे अस्ति, तत्तु अस्ति जाटिल्यं भवति खलु, तर्हि अग्रे अस्माकं चिन्तनमस्ति अन्तरङ्गम्. एकं सूत्रम् अन्तरङ्गसूत्रमस्ति किम् इति द्रष्टव्यम्. अन्तरङ्गम् इति विषयः किञ्चित् जाटिल्यं वर्तते, पूर्णतया बृहत् लोक बृहान् लोकः अस्ति अन्तरङ्गम् इति, किन्तु तस्य तु किमस्ति विधद्वयं वयम् अत्र पश्यामः. एकम् अस्ति अन्तरङ्गम् इति, प्रायः शीघ्रं पठित्वा गच्छामः किम्. अस्तु, अन्तरङ्गम् आरभ्य पश्यामः. किमर्थम् इत्युक्ते अन्तरङ्गं किञ्चित् विषयः किञ्चित् जाटिल्यं वर्तते, तर्हि भगिनी पठति, मलर् भगिनी पठति किं भगिनि? एतावत् पर्यन्तं यत् वयं पूर्वोपस्थितं विप्रतिषेधः तुल्यबलविरोधः पूर्व पर अनन्तरं नित्यसूत्रम् इति एतावत्पर्यन्तं प्रश्नः अस्ति, प्रश्नः भवतां अवगतं खलु, अवगतं खलु, अन्तरङ्गम् आरभ्य पठतु भगिनि. अन्तरङ्गम् अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिस्तदाति प्रत्यये अङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अग्रे पठनीयं वा? अन्तरङ्गम् इत्युक्ते अन्तरङ्गं बहुविधाः सन्ति. अत्र द्वौ पश्यामः. अङ्गम् इत्युक्ते निमित्तम् एव अस्ति, निमित्तम् इति उक्तम्. कस्य निमित्तम् इति इदानीं सामान्यतया वयम् अङ्गम् इत्युक्ते सामान्यतया वयम् अङ्गम् इति वदामः चेत् प्रत्ययात् पूर्वं यः भागः अस्ति तस्यैव अङ्गम् इति वदामः खलु. किन्तु अत्र तु अङ्गम् इत्युक्ते तथा नास्ति. अत्र अस्मिन् यत्र अन्तरङ्गम् इति अङ्गम् इति आयाति खलु, तत्र तु निमित्तम् इति अर्थः इति उक्तम्. अस्तु भगिनि, अग्रिमलद् भगिनि अग्रिमपङ्क्तिमपि पठतु भगिनि. आम् भगिनि, परिभाषान् तु केशरग्रन्थे लिख्यते. नित्यादपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति द्वयोः सूत्रयोः समकालप्राप्त्य अवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादप्यन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि नामकं सूत्रम् अनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धं, यद्यपि असूत्रं प्रति ब सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् इत्यच्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदापि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. नित्यसूत्र से बलवत् अस्ति अन्तरङ्गसूत्रम्. अन्तरङ्गसूत्रम् इत्युक्ते यथा सूत्रस्य निमित्तम् अस्ति, तस्य मध्ये एव अन्यसूत्रस्य निमित्तम् अस्ति चेत् तत् अन्तरङ्गसूत्रम् इति वदनीयम्. अतः अन्तरङ्गं यत् अन्तरङ्गे बहिरङ्गम् असिद्धत्वात् अतः अन्तरङ्गमेव बलवत् इति अहम्. आं भगिनि, प्रश्नः अस्ति किं? म्यूट् मध्ये भवतु. Ahem. तर्हि परिभाषेन्दरग्रन्थे लिख्यते नित्यात् अपि अन्तरङ्गं पलीयः अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. तर्हि सूत्रद्वयस्य प्रसक्तिः प्राप्तिः अस्ति एकस्मिन्नेव स्थले. तर्हि एकं सूत्रम् अन्तरङ्गं भवति, अन्यत् सूत्रं बहिरङ्गम् अस्ति चेत् बहिरङ्गं किमस्ति असिद्धं भवति अन्तरङ्गसूत्रं प्रति. इत्युक्ते अन्तरङ्गस्य एव प्रवर्तनं भवति इति कृत्वा अत्र प्रश्नः नास्ति खलु. अग्रे सरेम. अत्र सुमन् भगिनी पठति किम्? आं भगिनि, म्यूट् मध्ये अस्तु. ततः अग्रे अन्तरङ्ग बहिर् रङ्ग्योः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीय निमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् एवं तदीय निमित्तसमुदाय बहिरङ्ग बहिर्भूताङ्गकं बहिरङ्गम्. अग्रे पठामि. आं भगिनि, अत्र किम् इत्युक्ते अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तत् अन्तरङ्गं. तर्हि अस्माकम् अन्तरङ्गस्य विषये निमित्तानां गणनं वा तत्र तेषां तुलनां वा वयं कुर्मः निमित्तानि कानि इति दृष्ट्वा. तर्हि निमित्तानां यदि निमित्तानि अन्तरङ्गानि इति अत्र एक विधद्वयं प्रकारद्वयं वर्तते, चिन्तनद्वयं वर्तते. तर्हि अन्तरङ्गम् इति वक्तुं निमित्तम् अन्तरङ्गम् इति वक्तुम् अन्यस्य सूत्रस्य निमित्तानि बहिरङ्गानि इति वक्तुमपि प्रकारद्वयं वर्तते. किन्तु तत्तु किम् इति अग्रे पश्यामः. किन्तु आहत्य किम् इत्युक्ते यत्किमपि प्रकारं भवतु यदि निमित्तानि बहिरङ्गानि चेत् सूत्रं बहिरङ्गं, निमित्तानि अन्तरङ्गानि अन्तरङ्गानि चेत् अन्तः भवति चेत् तर्हि किमस्ति तत्तु अन्तरङ्गम् इति वदामः. किम् इति पूर्णतया अग्रे यत्र पश्यामः स्पष्टः भवति. अन्तरङ्ग शब्दे भागद्वयं अन्तर्योगः अङ्गम्. अन्तर् इत्युक्ते मध्ये. कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये. अन्तर्भूतः भागः अन्तरङ्ग शास्त्रस्य निमित्तम्. अन्य रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. अत्र अस्ति चेत् यत् सूत्रम् अन्तरङ्गं भवति तस्य निमित्तसमुदाय अस्ति. यत् सूत्रं बहिरङ्गम् अस्ति तत्र तस्य अपि निमित्तसमुदाय अस्ति. अन्तरङ्गस्य सूत्रस्य निमित्तानि निमित्तसमुदाय बहिरङ्गस्य सूत्रस्य निमित्तसमुदाय अन्तर्भूतः भवति. इत्युक्ते बहिरङ्गस्य सूत्रस्य निमित्तसमुदाय अन्तरङ्गम् अन्तरङ्गस्य सूत्रस्य निमित्तसमुदाय बहिः भवति. आं बहिः. आं भगिनि, तर्हि बहिः इत्युक्ते किम्, अन्तः इत्युक्ते किं, तत् तु अग्रे अवलोकयामः. अस्तु भगिनि. अत्र अग्रिमपङ्क्तिद्वयम् अस्ति खलु वाक्यद्वयं तदपि पठतु भगिनि. अस्तु. इथञ्च निमित्तकत्वम् अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायं मध्ये अन्तर्भूतः यस्य वर्तते तद् अन्तरङ्गम्. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रीयनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वम्. उपर्युक्तं यत् अन्तरङ्गं बहिरङ्गम् अत्र प्रकारद्वयं प्रदर्शयति. पुनः तदेव उक्तम् अस्ति, किन्तु अन्तः इत्युक्ते किं, बहिः इत्युक्ते किं, समुदायस्य बहिः समुदायस्य अन्तः इति वदामः खलु, तस्य तु विवरणम् अग्रे दत्तमस्ति. महलर् भगिनी पठति. अमीना भगिनी नमस्ते भगिनी, प्रायः मीना भगिनी अपि पठति. श्रूयते किं मीना भगिनी? अहं न शृणोमि भगिनि, प्रायः म्यूट् मध्ये अस्ति. स्टार् सिक्स् नोदयित्वा आगच्छतु. न श्रूयते भगिनि, भवत्याः ध्वनिः न श्रूयते. अस्तु, मलर् भगिनि पठतु भगिनि. पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम्. पूर्वोपस्थितनिमित्तिकस्य अप्यन्तरन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्. अस्य बोधनार्थं दृष्टान्तो दीयते. शिव् धातुः योगः न प्रत्ययः, स्येनो शब्दः, न इति उनादिप्रत्ययः, सर्वे उनादिप्रत्ययाः कृत्प्रत्ययाः. शिव् योगः न इत्यवस्यां अवस्थायां त्रियाणां सूत्राणां प्रसक्तिः भवति. दोपो व्योर्बली, चोः शूडनुनासिके च, पुगन्तलघुपदस्य च, त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्. अन्तरङ्गम् इति आरम्भतः पठति बहिनि. अत्र प्रथम भागस्य बिन्दु अस्ति खलु, प्रथमबिन्दुः पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम् इति. अत्र एकं प्रकार अन्तरङ्गं दर्शयामि. पूर्व उपस्थितं निमित्तं किम् इति अत्र एकः उदाहरणः अस्ति. शिव् योगः न इति तत्र त्रयाणां सूत्राणां प्रसक्तिः भवति. लोपो व्योवलि, शोः शूड् अनुनासिके च, पुहन्तलघुपदस्य च इति. प्रथमं लोपो व्योगालि इत्युक्ते यत्र वल् प्रत्याहारे परे पूर्वं विद्यमा वकारः अथवा यकारः लोपः भवति इति तस्य सूत्रस्य अर्थः. तदनन्तरं षोड् अनुनासिके च इति पठामि वा? चोः षूड् अनुनासिके च. चोः शूड् अनुनासिके च तुक् सहित चकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊ आदेशो भवति. अननुनासिकादिप्रत्ययपरे किव् प्रत्ययपरे जलादि प्रत्यये च परे च च इव च तयोरिति इतिरेतरं द्वन्द्वः चौ तयोः चोः शकारः च ऊ च तयोः समाहारद्वन्द्वः शूट् जलां जशोन्ते इत्यनेन तकारस्य स्थाने डकारः चोः षष्ट्यन्तं चूट् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य क्लिव् जलो जलोः मिति इत्यस्मात् क्लिव् जलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चोः अङ्गस्य शूट् क्लिव् जलोः अनुनासिके च ततः शिवयोगः न इति उदाहरणे चोः शूड् अनुनासिके च इति सूत्रस्य प्रसक्तिः अपि अस्ति शोः शूड् अनुनासिके च इति सूत्रं वदति यत् चकार वा वकार वा पूर्वम् अस्ति चेत् परे अननुनासिक प्रत्ययः अस्ति चेत् वकारः ऊड् आदेशः भवति इति उक्तम् उत्तमं भगिनि धन्यवादः एकं सूत्रं म्यूट् मध्ये भवतु तर्हि लोपो व्योर्वलि किं वदति वदति वलिप्रत्ययः नकारः तु वलिप्रत्याहारे अस्ति तर्हि वलिप्रत्याहारे परि वकारस्य लोपः भवतु इति लोपो व्योर्वलि इति सूत्रं वदति अनन्तरं श्वोः षोड् अनुनासिके वदति अनुनासिकवर्णः नकारः तु अनुनासिकवर्णः अस्ति अनुनासिकवर्णे परे बकारस्य स्थाने ऊट् आदेशः भवतु इति द्वितीयसूत्रम् अग्रे अपि सन्ति तर्हि अग्रे सुमन् भगिनी पठति किं भगिनि भगिनि एकः प्रश्नः अस्ति उणादि इत्युक्ते किम् गण उणादिप्रत्याः इति गणं वर्तते लघुगणं वर्तते तत्र नामकरणः अनुनासिक किम् किं भगिनि उणादि इति न तत्तु उणादि इति तस्य नामकरणमस्ति उण् इति प्रत्याहारात् आरभ्य इति मन्ये तर्हि उणादि इति तस्य नामकरणम् अत्र तु अस्य किमपि महत्त्वं नास्ति एवमेव महोदय उक्तवान् तत्तु उणादिप्रत्ययः अस्ति तस्य तत्तु कृत्प्रत्ययः अस्ति इति अस्माकम् अवगमनार्थम् उक्तवान् तावदेव अस्तु अस्तु इदानीं तु लोपो व्योर्वलि अभवत् श्वोः शूडनाशके अपि अभवत् पुगन्तलघु अस्तु दृष्टान्तः तुक् सहित चकारस्य स्थाने शकार आदेशः उदाहरणमस्ति प्राप्च योगः मि छो छोः शूड् अनुनासिके च सूत्रस्य बलेन प्राप्ष्मि आगच्छति और् भवति तत् उदाहरणार्थम् यत्र श्वोः अनुनासिके चेत्यस्य प्रथमभागस्य उदाहरणार्थम् अस्माकम् अधुना अस्माकं अस्माकं उदाहरणे सिव् योग नकारः अस्ति खलु तत्र वकारस्य स्थाने ऊठ् आदेशः भवति अग्रे अस्तु पुगन्तलघुपदस्य च एतत्तु तृतीयसूत्रं पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे पुक् अन्ते यस्य तत् यस्य तत् पुगन्तम् लघ्वी उपधा यस्य तत् लघु उपधम् पुगन्त च लघु पदं च तयोः पुगन्त लघुपदं समाहार द्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदं सूत्रम् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णा अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुण वृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्वधातुकयोः क्षम्यताम् अस्तु इदानीं तु पुगन्तलघुपदस्य च सूत्रस्य विवरणम् अस्ति एतत् वदति पुगन्तम् इत्युक्ते पुक् यत्र पुक् अन्ते अस्ति लघुपधा इत्युक्ते यत्र लघु स्वरः उपधायां भवति अनुवृत्तिसहितं सूत्रम् एतत्तु च अव्ययपदं द्विपदं सूत्रम् अनुवृत्तिसहितसूत्रं भवति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इत्युक्ते उपधायां पुगन्तं वा लघु उप लघु क्षम्यता यत्र अन्ते पुक् अस्ति नो चेत् उपधायां लघु इक् वर्णः अस्ति तत्र सार्वधातुक आर्धधातुक प्रत्ययपरम् अस्ति चेत् अङ्गस्य गुणः भवति इति इत्युक्ते लघु उपधा स्वरः तस्य सुपरिचितसूत्रमस्ति अग्रे अपि पठतु भगिनि अस्तु सर्वप्रथमं लोपो व्योर्वलि श्वोः शूरनासिके इत्यन्योः मध्ये किं भवति इति द्रष्टव्यम् अस्तु मीना भगिनी अग्रे पठतु भगिनी प्रायः अग्रे पठति अन्य कः अस्ति नाम वा सङ्ख्या वा न पश्यामि पुष्प भगिनी किम् एकनिमिषं प्रायः अग्रिम वाक्यद्वयं सुमन् भगिनी पठेत् अनन्तरं मीना भगिनी पठितुं शक्नोति अस्तु लोपो व्योर्वलि इत्यस्य प्राप्तिर्भवति चेत् छोः शूरनासिके च इति सूत्रे उट् आदेशः न कुत्रापि भविष्यति अतः सूत्रस्य अयं भागः निरवकाशः तदर्थं लोपो व्योर्वलि इत्यस्य अपवादः श्वोः शूरनासिके च अत्र लोपो व्योर्वलि किं वदति वल् प्रत्ययहारः परम् पर अस्ति चेत् तस्य पूर्व उकार नो चेत् इकार नो चेत् उकार लोप क्षम्यतां वकार नो चेत् यकार तस्य लोपः भवति. छो शूडनासिके च वदति वकारस्य अनन्तरं अनु परम् अनुनासिक वर्णः अस्ति चेत् तत्र ऊठ् आगच्छति इति. किन्तु अनुनासिक वर्णः तु वल् प्रत्याहारे अस्ति, अन्तर्भूतः एव अस्ति. अतः इद छ्वोः शूर्णनासिके च कार्यं न करोति चेत् तस्य एकः भागः इत्युक्ते वकारस्य स्थाने ऊट् आदेशः सः भागः निरवकाशः भवति. अतः इदानीम् एतत् अपवादसूत्रं लोपो व्योर्वलि तस्य अपवादसूत्रम् अस्ति. धन्यवादः भगिनी. मीना भगिनी अग्रे पठति. ततः ततः अग्रे चिन्तनीयं यत् गोः षूडनुनासिके च उगन्तरभूतस्य च अनुयोगे किं भवति. द्वयोः अपि अन्यत्र लब्धावकाशः द्वयमपि अङ्गकार्यश्च उगन्तलघूपतस्य च इत्यस्य परत्वयोगः उगन्तलघूपतस्य च सम्यक् न श्रूयते. सम्यक् न श्रूयते. मध्ये मध्ये आं भगिनि किमर्थं अहं न जानामि. इदानीम् अहं कम्प्यूटर् समीपे आगच्छामि. इदानीम् ओके स्पीकर् स्पीकर् मोड् मध्ये अस्ति किं भगिनि? मीना भगिनि स्पीकर् मोड् मास्तु भगिनि करोतु कृपया. ततः अग्रे चिन्तनीयं. श्रूयते वा? अधुना श्रूयते भगिनि, सम्यक् श्रूयते. अतः अग्रे चिन्तनीयं यत् श्वोः शूड् अनुनासिके च कुगन्तलघूपदस्य च इत् अनय इत् अनयोर्मध्ये किं भवति. द्वयोः अपि अन्यत्र लब्धावकाशः द्वयमपि अङ्गकार्यश्च कुगन्तलघूपदस्य च इत्यस्य परत्वात् बलवत् स्यात्. सिव् योगः न पुगन्तलघुपदस्य च सेव् योगः न. विवरणं कर्तव्यं वा? आं भगिनि करोतु. स्वस्य वाक्ये सूत्रत्रयम् अत्र अस्ति, प्रसङ्गः अस्ति. श्वोगशूड अनुनासिके च पुगन्तलघुपदस्य च अनयोर्मध्ये किं भवति इति. षोडनुवासिके सकार अवकारयोः ऊट् ऊट् आदेशः स्यात्. पुगन्तलघुपदस्य गुण भवति उपधारणघुपदस्य उपधार गुणः भवति इति. अनयोर्मध्ये किं भवति? द्वयोः अपि भिन्नभिन्न अन्यत्र लब्ध अवकाशः द्वयमपि अङ्गकार्यश्च उगन्तलघुपदस्य इत्यस्य परसूत्रं भवति. पूर्वपरत्वात् परसूत्रं बलवत् भवति इति सूत्रेण. तस्मात् सिव् योगः न पुगन्तलघुपदस्य च सेव् योगः न भवति. तत् अस्माकं सामान्यचिन्तनम् अस्ति. पुगन्तलघुपदस्य च परसूत्रमस्ति इति कृत्वा प्रायः कार्यं भवेत् इति सामान्य इति सामान्य. अग्रिमपङ्क्तिमपि पठतु. अधुना अस्मिन् विषये इतोपि चिन्तनीयम्. सिप् योगः न इति स्थितौ छ्वोः सु अनुनासिके च इत्यस्य कति निमित्तानि? अत्र निमित्तं कति निमित्तमस्ति इति चिन्तनीयं. वकारत्वं वकारान्तम् अङ्गं स्यात्, अपि च अनुनासिकादिप्रत्ययः परः स्यात्. अतः अस्य सूत्रस्य निमित्तद्वयमस्ति. षोड् अनुनासिकः वकारान्त अङ्गं तत्र अनुनासिकमपि प्रत्ययः परे, तस्मात् निमित्तद्वयम् अस्ति. तदा अत्रैव सिव्योगः न इति स्थितौ पुगन्तलघुबुधस्य इत्यस्य कति निमित्तानि? अङ्गं निमित्तम् इक् लक्षण लघ्वी ह्रस्वि अपि उपधा सार्धधातुकप्रत्ययोः परे अपि, तस्मात् पञ्चनिमित्तानि निमित्तानि नाम पञ्चसंज्ञाः अपेक्षिताः. अङ्गसंज्ञा, इक्संज्ञा, लघुसंज्ञा, उपधासंज्ञा, आर्धधातुकसंज्ञा. उगन्तलघुधस्य च इत्यस्य अपेक्षया शोधोषूरनुनासिके च इत्यस्य अल्पनिमित्तकरूपत्वं भवति. तदर्थम् अनया दृष्ट्या श्वोगुष्वनासिके च अन्तरङ्गम्, उगन्तलघुपदस्य च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. आधुनिककाले एतादृशमतं न स्वीक्रियते वैयाकरणैः. एतत्तु किमस्ति, कैयटस्य मतम् अस्ति, प्राचीनवैयाकरणः आसीत् सः. सः किं वदति? एकः दृष्टान्तः अन्तरङ्गं बहिरङ्गम् इत्युक्ते किम्? एकविधदृष्टान्तः अस्ति. संज्ञा इत्यस्य गणनं कृत्वा यस्य संज्ञाः अधिकाः अपेक्षिताः तत्तु बहिरङ्गं, यस्य संज्ञाः न्यूनाः अपेक्षिताः निमित्तानां तत्तु अन्तरङ्गम् इति. आं भगिनि, उत्तमं भगिनि. निमित्तसमूहस्य मध्ये अन्यसूत्रस्य निमित्तमस्ति चेत् अन्तरङ्गं किल? मध्ये इति अत्र साक्षात् तत्रैव कैयट्टस्य मतेन मध्ये इत्युक्ते न्यूनम् इति तस्य मतम्. ओ ओ, तावदेव. मध्ये इत्युक्ते साक्षात् तदेव निमित्तं स्यात् इति नास्ति, केवलं संज्ञाः तेषां गणनं कृत्वा यस्य न्यूनम् अस्ति, यस्य अधिकम् अस्ति इति चिन्तनं, तादृशचिन्तनम् आधुनिकवैयाकरणैः न मन्यते. भगिनी, प्रश्न प्रष्टुं शक्नोमि? आं भगिनि, कृपया. इत्युक्ते यत्र सूत्र अ अस्ति तस्य चिन्तयतु चत्वारः चत्वारि निमित्तानि सन्ति, ते सन्ति 1 2 3 4. इदानीं ब सूत्रम् अस्ति, तस्य निमित्तद्वयमेव अस्ति, तदस्ति 4 and 6. अस्तु, किमपि अस्ति. इदानीं तु 6 तु सूत्र अ तस्य सूत्रस्य निमित्तं नास्ति, किन्तु संख्या पश्यामः चेत् सूत्र ब तत्र निमित्तद्वयमेव, सूत्र अ तत्र निमित्तचतुष्टयं भवति. अतः इदानीं सूत्र ब अन्तरङ्गं किम्? केवलं निमित्तम् इति नास्ति, निमित्तस्य गणनम् इति नास्ति. तत्र संज्ञा एकस्य निमित्तस्य तु संज्ञा अधिकः भवितुम् अर्हन्ति खलु. यत्र यथा अत्र अस्ति पुगन्तलघुपदस्य च इति साक्षात् निमित्तं इति पश्यामः चेत् उपादायां ह्रस्वीकारः इत्येव वदामः. किन्तु अत्र किं किं द्रष्टव्यम्? अङ्गं भवतु, लघु इक् भवतु, लक्षणं इक् भवतु, लघ्वी भवतु, उपदा भवतु इति अनेके निमित्तानि सन्ति खलु. इति कृत्वा अत्र साक्षात् निमित्तम् इति पश्यामः चेत् ह्रस्वैकारः इत्येव एकं निमित्तम् अस्ति, उपादायं वर्तते इति. तर्हि संज्ञा स्वीकृत्य प्रत्येकस्य सूत्राणां ये ये संज्ञाः अपेक्षिताः इति गणनं कृत्वा यस्य लघु न्यूनं वर्तते तत् अन्तरङ्गं, तत्र तत्तु सब्जेक्ट् भवति इति आवश्यकता नास्ति. प्रथमस्य तु 1, 2, 3, 4, 6, द्वितीयस्य 4, 6 इति अस्ति इति चेत् अपि अन्तरङ्गं प्रायः संज्ञाः इति चिन्तयामः चेत् 1, 2, 3, 4, 5, 6 इति प्रथमस्य संज्ञाः निमित्तमिति न चिन्तनं, तत्र तु संज्ञा कैयटस्य मध्ये न संज्ञाः संज्ञानां गणनं भवति. तर्हि प्रथमस्य तु 1, 2, 3, 4, 5, 6 इति संज्ञाः भवतु आवश्यकः. तर्हि अद्वितीयस्य तु 4, 6 इति प्रायः संज्ञाः अपेक्षिताः इत्युक्ते अपेक्षिते इत्युक्ते तर्हि द्वितीयस्य एव गणनं किमस्ति लघु अस्ति इति कृत्वा तत् अन्तरङ्गं भवति. द्वयोः मध्ये किं कः भेदः? लघु लघुभेदः वर्तते. किम् इत्युक्ते अत्र तु ह्रस्व इकारः इति एकं निमित्तम् अस्ति, परे अनुनासिकवर्णः इति अस्ति. अत्र तु किमस्ति प्रत्येकं तत्र तु स्थानं तु एकमेव. कुत्रचित् पश्यामः चेत् कुरुमपि भवति परमपि भवति, यत्र साक्षात् कार्यं भवति तत्रापि निमित्तं भवितुम् अर्हति. तर्हि केवलं निमित्तं स्वीकृत्य न द्रष्टुं शक्यते. अत्र एकैकस्मिन् निमित्तस्य बहुविधाः संज्ञाः अपेक्षितुं शक्यते खलु, तर्हि भवितुम् अर्हति. तर्हि तत्सर्वं द्रष्टव्यम्. अस्तु, संज्ञा इति चिन्तयतु, निमित्तमिति साक्षात् न चिन्तयतु, संज्ञा इति चिन्तयतु. एतस्य निमित्तस्य तु सूत्रे ये संज्ञाः अपेक्षिताः ते संज्ञानां गणनं कुर्मः. यस्य तु गणनं न्यूनं भवति, सब्सेट् इति न आवश्यकं. 1, 2, 3, 4, 5, 6 अत्र 4, 6 इति भवितव्यम् इति नास्ति. तस्मिन्नेव अन्तर्मध्ये भवतु इति नास्ति कैयटस्य मतेन. तदेव विषयः अस्ति. तस्य मतेन किम् अस्ति इत्युक्ते 9, 10, 11, 12 इति संज्ञा अपि भवतु, तथापि संज्ञाद्वयमेव अपेक्षितम् इति कृत्वा तत् अन्तरङ्गस्य सन्ति. अस्तु, इदानीं पश्यामः चेत् सिव् अस्ति खलु, तत्र वकारस्य अपुगन्त लघुपदस्य च सूत्राय वकारस्य किमपि आवश्यकता नास्ति, किन्तु किमपि वर्णस्य आवश्यकता अस्ति, यतः इकारः उपधायां भवितव्यम्. किन्तु छ्वः शूरनासिके तत्र तु वकारस्य आवश्यकता अस्ति. सो पश्यामः चेत् वयं भिन्नभिन्न निमित्तानि इति चिन्तितुं शक्नुमः, नो चेत् वकारस्य आवश्यकता अस्ति द्वयोः सूत्रयोः वकारस्य आवश्यकता अस्ति इति अपि वक्तुं शक्नुमः. द्वयोः अपि वकारस्य यत्किमपि वर्णः भवतु, भवती यत् पूर्वं उक्तवती तत्तु समीचीनमेव, किन्तु वयम् अधुना किम् इत्युक्ते कै मतद्वयं वर्तते यत्र अस्माकं पूर्वपति मतस्य उदाहरणं दत्तं तावदेव, किन्तु अन्यैः वैयाकरणैः आधुनिककाले न मन्यन्ते, एतत्तु न अङ्गीक्रियते. एक महोदय एवमेव अत्र प्रदर्शितवान् पुरातनकाले आसीत् इति. एकनिमिषः खलु भगिन्यः, भगिनी भवत्याः प्रश्नः कः इति अहं न अवगच्छामि. कोऽपि प्रश्नः नास्ति, तत्तु शिव् योगः न अत्र कोऽपि नास्ति. चोहशुडनाशिके इत्यस्य प्रसङ्गः न अस्ति. भगिनि एकनिमिषं पृष्ट भगिनि भवत्याः विषयः अनन्तरम् आगच्छामः. अधुना सुमन् भगिनी पृष्टवती पृच्छति खलु भगिनी. अस्तु, मम प्रश्न भवत्याः प्रश्न निमित्तानि एक्साक्ट्लि सिमिलर् भवितव्यं वा जस्ट् ओर् इस् इट् जस्ट् द नम्बर् आफ् लिमिट्स् जस्ट् द नम्बर् दट् इस् अ पॉइंट राइट सो दट् इस् वै इट्स् नॉट बीइंग रेकग्नाइज्ड बाय अदर व्याकरणस् बिकॉज दे अकॉर्डिंग टू कयटस्य मतं लाइक यू डोंट हैव टू थिंक अबाउट व्हिच इज अ निमित्तम एंड स्टफ ऑल यू हैव टू थिंक अबाउट इज टेक हाउ मेनी टेक निमित्तम. So first you have to take nimittams and then you have to consider how many sanya has to be fulfilled for that particular nimittam, right? And then you take a count. That is what he says. So how many nimittani is the point, not that the nimittani how many nimittani and the sanya that is required. So for one nimittam there could be many sanyas that might be required, right? Like लघु इकारः इति अस्ति बट् देर् आर् मेनी संज्ञा फार् इट् लैक् लघु भवेत् लघ्वी इति संज्ञा आवश्यकम् अनन्तरं किम् अस्ति इक् इति एव स्वीकृत्य उपदा अपि दृष्टि अनेक संज्ञाः भवति खलु सो वी हेव् टु टेक् एव्रिथिङ्ग् इन् टु कन्सिडरेशन् इति थिङ्क् अबौट् वाट् वेर् द निमित्तम् इस् और् वाट् निमित्तम् इस् हि डजन्ट् वरि अबौट् इट्. Okay, so it is not that the limitations are identical, it is how many limitations and sanyas are required. Yeah, absolutely. Aam bhagini. Dhanyavad. Iti tasya matam. Bhagini. Pushpa bhagini ha prashna hasti kim? Ek nimisha, Meena bhagini. Pushpa bhagini ha prashna hasti. Prashna ha nasti, I was trying to describe what Siv. I think bhagini got it. मीना भगिनी भवत्याः कः यदा उदाहरणं सिव् नास्ति मकारम् अन्य अन्तिमवर्णः नास्ति अन्य उदाहरणं स्वीकृत्वा तस्मिन् समये बुगन्धलघुबुधस्य अपि अन्यसूत्रस्य क्लेशः भवति वा अत्र वकारः अस्ति तस्मात् श्रोडन्वासिके चेत् पुगन्धलघुपदस्य च क्लेश् भवति यदि वकारः अन्य वर्णः नास्ति चेत् यदि उपदा अधुना वयं दृष्टान्तस्य विषये पश्यामः एकम् उदाहरणं स्वीकृत्य कीदृशदृष्टान्तः इति पश्यामः तावदेव नौ वेर् वि अप्लै दीस् थिङ्ग्स् अग्रे गत्वा अस्माकं हल्सन्धिकार्याणि इति सर्वाणि आगच्छन्ति खलु विषयाः आगच्छन्ति तस्मिन् समये अस्माभिः एतादृशचिन्तनम् यदा वयं प्रवर्तयामः तस्मिन् समये विल् गेट् लाड् आफ़् अदर् एक्साम्पल् it's based on context right and based on the verbs that you use based on the dhatu that you use based on the pratyaya that you use so it think could change. I mean it's based on each of the situation we have to go through the same exercise every time every step asmakam bala bala chintanam iti bhavita iti chintaniyam bhavati agre etra etha vayam prakriya kurmah kriya padasya prakriya tasmin samye ekekam sopane asmakam chintanam bala bala chintanam bhavatu iti agre pashyamah. पुष्पा भगिनी पठति किं भगिनि अत्र प्रथमतया इति आरभ्य अस्तु भगिनि अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम् अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम् अस्मिन् विषये च महती चर्चा भवति अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि भाष्यकारस्य चिन्तनं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति एतदेव चर्चा कृतम् इदानीं निमित्तम् अन्तरङ्गस्य प्रसङ्गे निमित्तम् किमपि निमित्तमस्ति चेत् तद् निश्चयं कुर्मः. अर्थकृतनिमित्तं, संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं ये सर्वे ज्ञातुं ज्ञात्वा क्रियां कृतवती कुर्मः. अस्मिन् विषये बहु चर्चा अस्ति इति वदति. अत्र नागेशः इति नवीन वैयाधिकरणस्य मतम् एतद् अस्ति इति स्वीक्रियते. तत्तु भाष्याकारस्य पतञ्जले एव तदैव अङ्गीकारः. तत्तु नागेशस्य भाष्याकारस्य द्वे अपि समानः इति न भगिनि समानचिन्तनमिति कृत्वा एव वयं कैयटस्य मतं न स्वीकुर्मः. किमर्थम् इत्युक्ते अत्र वयं निमित्तमिति एतावत्पर्यन्तं सामान्यतया यत् वयं निमित्तमिति एतावत्पर्यन्तं यद् दृष्टवन्तः तत्तु भिन्नम् आसीत् खलु. तत्तु तदेव नियमः अस्ति अस्माकम् आधुनिककाले अपि नागेशस्य अपि अनन्तरं भाष्यकारस्य अपि मतम् आसीत्. किन्तु कैयटस्य मतं भिन्नः आसीत् इति कृत्वा यत्र संज्ञाकृतनिमित्तम् इति तस्य आसीत् इति कृत्वा तत् अस्माभिः न मन्यन्ते. तद् मन्यते सामान्यतया वयं निमित्तम् इति पश्यामः चेत् अर्थं स्वीकृत्य निमित्तम् इति वक्तुं शक्यते. संज्ञा स्वीकृत्य अपि निमित्तानां गणनं भवितुम् अर्हति. नो चेत् शब्दं स्वीकृत्य निमित्तानां गणनं कर्तुं शक्यते इति उक्तमस्ति. तर्हि अग्रे वयं पश्यामः. वयं तु एतावत्पर्यन्तं निमित्तम् इति दृष्टवन्तः, किन्तु अस्माकं चिन्तनम् एतादृशं न आसीत् खलु. अग्रे अधुना पश्यामः शब्द वयं कथं भेदः स्यात् इति अग्रे पश्यामः. अग्रिमपङ्क्तिमपि पठतु. सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रम् एव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम्. शब्दः नाम कः? वर्णः, पदं चेति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति. अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्नः. शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति. अतः अर्थः शब्दस्य विशेषणम्. शब्दः एव विशेष्यः, स च शब्दः व्याकरणस्य प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपिनिमित्तस्य ग्रहणम्. तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपिनिमित्तं स्वीक्रियते. अस्तु, अत्र सारांशेन वदति. व्याकरणशास्त्रं पूर्णतया शब्दशास्त्रम् एव, नाम व्याकरणशास्त्रे शब्द एव प्राधान्यम् अस्ति. शब्द इति वदनेन किम् अस्ति? तत्तु वर्णः, प्रदं च इति ते सर्वे समूहः पदम् इति आगच्छति. शब्दः आगच्छति. अथवा तदैव ध्वनिः एव शब्देन ध्वनिः आगच्छति. अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्नः. अर्थात् संज्ञा तु भिन्न भिन्न भिन्न अस्ति तत् एकशब्दः द्वे त्रीणि अर्थानि सन्ति सम्यक् न भगिनि अर्थ विशिष्टः भवति तत् तदैव इदानीं शब्दस्य विशेषणं शब्दम् एव विशेष्यम् अतः अर्थः शब्दस्य विशेषणं शब्दः एव विशेष्यः अस्ति तस्य शब्दः व्याकरणस्य प्रमुखविषयः तत्तु शब्द कोऽपि शब्दः अस्ति तद् तदैव प्रमुखविषयः अस्ति व्याकरणे तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायां तु अङ्गशब्देन शब्दरूपनिमित्तं ग्रहणं करोति तद् परिभाषा ग्रहणं करोति तदैव न धन्यवादः नूतनः कः आगतः अरुणा रामलु अहं प्रयाणं करोमि तदनन्तरं बहु ध्वनि अस्तु भगिनि म्यूट् मध्ये म्यूट् करोमि धन्यवादः भगिनि अस्तु एकनिमिषं मीना भगिनि अहं पुनः वदामि अत्र किम् इत्युक्ते संज्ञा इति भवन्तः अवगच्छन्ति खलु अधुना शब्दः इति यत्किमपि रामः इति शब्दः अस्ति अकारः इति वर्णः यदस्ति तदपि शब्दः अस्ति अधुना वयं रामः इति पदस्य पुरुषः इति पदमस्ति तस्य तु शब्दः अस्ति एतत्तु तस्य तु अर्थं भवितुमर्हति पुरुषः इति पदस्य अनेके अर्थाः अपि एकस्य पदस्य अर्थाः अनेक अर्थाः अपि भवितुमर्हन्ति खलु तर्हि अर्थं स्वीकृत्य वयं यत् एकस्य पदस्य अनेके अर्थाः भवितुम् अर्हन्ति किन्तु शब्दं स्वीकृत्य एव व्याकरणं अत्र अस्माकं व्याकरणं सर्वं तु शब्दं स्वीकृत्य एव भवन्ति खलु अर्थं स्वीकृत्य वयं न वक्तुं शक्यते एतादृशम् अर्थमस्ति चेत् एतादृशं यत्र एतावत्पर्यन्तं वयं यानि सूत्राणि पठितवन्तः कुत्रचित् अपि अर्थं स्वीकृत्य अस्माभिः न पठितम् आसीत् कार्यं न कारितं खलु केवलं तद् शब्दमेव स्वीकृत्य कारितम् आसीत् संज्ञा अपि अस्माभिः एतावत्पर्यन्तं न दृष्टं तर्हि संज्ञापि नास्ति अर्थमपि न स्वीकरणीयं केवलं शब्दं स्वीकरणीयं तस्य अवगमनार्थम् अग्रे अपि उक्तमस्ति प्रायः अधुना स्पष्टता तावद् न भवेत् अग्रिमपङ्क्तिद्वयं पठामः चेत् स्पष्टता भवेत् तत्र तु स्पष्टीकृतमस्ति शब्दः नाम कः इति प्रश्नः अस्ति किं मीना भगिनी अधुना अहं अवगच्छामि अर्थः अपि संज्ञा अपि विषये ध्वनिः ध्वनेः विशेषणपदानि परन्तु एतद् वाक्यं तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तत्वं ग्रहणम् इति वाक्यं अवगच्छामि तर्हि कैयटस्य मतं किं वक्तुम् इत्युक्ते कैयटस्य मतं दोषाय अस्माभिः असिद्धम् अन्तरङ्गं बहिरङ्गे इत्युक्ते किं अन्तरङ्गम् अहिरङ्गं द्वयोः मध्ये बहिरङ्गम् असिद्धम् अतः अन्तरङ्गं बलवान् इति यत् वदामः बलवत् इति तद् यत् अस्माकम् अवगमनम् अस्ति परिभाषा अस्ति तस्मिन् अन्तरङ्गम् इत्यनेन संज्ञानिमित्तं वा अर्थनिमित्तं वा न स्वीकरणीयः स्वीकरणीयं केवलं शब्दनिमित्तस्य त्वमेव उक्तम् अस्ति कैयटस्य मतं दोषाय इति उक्तम् एतत् पूर्वं कैयटस्य मतमासीत् तत्तु दोषाय अस्माभिः न अङ्गीक्रियते इति उक्तमस्ति अस्तु धन्यवादः भगिनि अस्तु पुनः मलर् भगिनी पठति किं भगिनि हां भगिनि, उदाहरणार्थम् अत्र शिवयोगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदे अपि अपेक्षमाणः शब्दः तु शिव इत्येव. अतः वस्तुतः अर्थः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया वा उपास्तः शब्दः एव निमित्तपदेन गृह्यते, न तु अर्थः संज्ञा वा. इदानीं मात्र उक्तं शुव् इति एकः शब्दः एव, तस्य संज्ञा अस्ति इक्त्वं लघुत्वम् उपधातुम् एतत् सर्वम्. अतः शब्दशास्त्रस्य प्राधान्यम् एव अस्माकं स्वीकरणीयम् इति उक्तं. शब्दम् इति सप्तमी अन्तं वा पञ्चमी अन्तं वा निमित्तम् अस्ति वा इति एव चिन्तनीयम् इति अत्र उक्तम्. पुनः तदेव विषयः इतोपि अग्रे म्यूट् भवतु भगिनि. तदेव विषयः पुनः भिन्नरूपेण महोदयेन प्रतिपादितं किमस्ति, शब्दस्य एव प्राधान्यं वर्तते, संज्ञायाः वा अर्थस्य वा अस्माकं प्रामुख्यता अत्र न वर्तते यत्र व्याकरणशास्त्रे इति. अग्रेपि यत्र पठामः अवगमनं भवति इतोपि. अस्तु, अग्रे सुमन् भगिनी पठति किं भगिनि अग्रिमपङ्क्ति. क्षमितां भगिनि, म्यूट् मध्ये आसीत्. दृष्टान्ते खलु? आं भगिनि. ततः दृष्टान्ते इको यणचि इति सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अजव्यव्य वहित पूर्वस्य इकः अच् अव्यय वहित पूर्वस्य इकः यन् आदेशः भवति. अचि इति सप्तम्यम् अस्ति. अनेन शब्द रूप निमित्तम् एव ग्राह्यं, न तु संज्ञा रूप निमित्तम्. संज्ञा न शब्दः, संज्ञायाः इदम् एव कार्यं. संज्ञं विशेष्यति अच् इति संज्ञा. तत्र किन्तु अच् इति संज्ञा विशिष्ट संज्ञी अपेक्षते. अपि योग अस्ति, अप्यस्ति इत्यस्मिन् अकारः संज्ञी इति यो संज्ञी इति उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञी, तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं संज्ञी पदं, न तु संज्ञापदम्. अत्र संज्ञी उकारः निमित्ततया आश्रितः, न तु संज्ञा. अयम् उकारः शब्दः. सूत्रेषु सप्तमी अन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते. स च शब्दः न तु संज्ञा वा अर्थः वा. क्षम्यतां भगिनि, भवती एव कृपया वदतु. अत्र अत्र अत्र एव स्पष्टीकृतमस्ति संज्ञायाः अनन्तरम् अर्थस्य वा किमस्ति शब्दस्य कः भेदः इति अस्माभिः शक्यते. संज्ञा संज्ञी कः भेदः? अहं वदामि एकनिमिषं भगिनि. अत्र इको एणचि इति सूत्रमस्ति, अत्र अचि इति अस्ति. अत्र सूत्रस्य सारांशः कः? इक् वर्णस्य अव्यवहित रूपमस्ति. किमस्ति इक् इति? साक्षात् पूर्वं भवेत्, अच् इति साक्षात् परं भवेत्. तस्मिन् स्थितौ इको एणचि इति स्थितौ यण् आदेशः भवति, खलु? तर्हि पूर्व इक् इत्यस्य स्थाने यण् आदेशः भवति इति सूत्रस्य सारांशः. अस्तु, अत्र किम् अस्ति? अचि इति उक्तमस्ति. अचि इत्यनेन साक्षात् अचि इति अच् इति प्रत्याहारस्य अपेक्षा अस्ति किम्? अच् इति प्रत्याहारः अस्ति खलु, प्रत्याहारस्य नाम करणीयम् अस्ति. प्रत्याहारः इत्युक्ते किम्? मलरस्ति वा, मलरस्ति वा बहिनी? किञ्चित् क्लेशः. दूरवाण्याः अस्तु, बहु समीचीनमस्ति. एतत् बहु समीचीनम् इति मन्ये मन्ये पूर्वतनस्य अपेक्षया एतत् समीचीनम् अवश्यम्. दूरवाणी आगता, पूर्वमपि आसीत्, पूर्वं तु बहु प्रतिध्वनिः आसीत्, उच्चैः आसीत्, अधुना तु किञ्चित् न्यूनम् वर्तते. संख्या नोदयित्वा न आगन्तुं शक्यते किं भगिनि? अव्यवितः इत्युक्ते संहितायां किम्? संहितायां मध्ये किमपि अन्यवर्णः नास्ति इति. अस्तु, साक्षात् पूर्वं साक्षात् परम् इति तादृशः. अधुना अच् इति प्रत्याहारः वर्तते, तर्हि ऐ इ उ ए ऐ इति सर्वाणां स्वराणां संज्ञा वर्तते अच् इति. तर्हि अच् इति संज्ञा वर्तते. अत्र अच् इति वदनेन साक्षात् सर्वे स्वराः अग्रे भवतु इति नास्ति, परे भवतु. तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन किम् अस्ति? पर यत् सप्तम्यन्तम् अस्ति, सप्तमी निर्देशः यत्र वर्तते तत्तु परं पूर्वकार्यमस्ति खलु. कार्यं पूर्वं भवति इत्युक्ते परम् अस्ति सः विषय किम् अस्ति निमित्तं. तर्हि अचि इत्यनेन सर्वे स्वराः परे भवतु इति नास्ति, सर्वे स्वराणां यत् अस्ति तेषु एकः वर्णः, एकः शब्दः, एकः वर्णः भवतु इति. तर्हि अचि इति संज्ञा, अचि इति अच्छति संज्ञा वर्तते. अत्र यत्र अस्माकम् अधुना उदाहरणे वयं पश्यामः चेत् अपि योगः अस्ति इति उदाहरणे यः अकारः अस्ति सः तु शब्दः, एकः वर्णः वर्तते. एकः वर्णः तत्तु संज्ञी अस्ति, संज्ञा यस्य अस्ति इति कृत्वा संज्ञी. ओ अस्तु, संज्ञा इति अस्ति तत्तु संज्ञी अस्ति. तर्हि अकारः इति ह्रस्वकारः संज्ञी अस्ति, तदेव शब्दः अस्ति, तदेव अच् अच् इति संज्ञा अस्ति. आ इ उ ए ओ इति सर्वेषां स्वराणां संज्ञा अस्ति अच् इति. तर्हि किन्तु अस्माकं व्याकरणे यत्र सूत्रे अचि इति उक्तम् अस्ति, अनेन अच् प्रत्याहारस्य सर्वे वर्णाः तत्र भवतु इति न आवश्यक आवश्यकं नास्ति. तत्र तेषु एकः संज्ञी अस्ति, यस्य वर्णस्य संज्ञा अच्छति अस्ति इति प्रत्याहारस्य वर्णः अस्ति, वर्णस्य एव आवश्यकता वर्तते अधुना इति कृत्वा वर्णः अकारः इति अस्मिन् अधुना अस्माकम् अपि योगः अस्ति इति स्थितौ ह्रस्व अकारः संज्ञी वर्तते. अस्तु, तर्हि यत्र वयं सूत्रे यत्र पश्यामः यद्यपि अचि इति उक्तमस्ति अच् इति संज्ञा अस्ति, तथापि अचि इति निर्देशः पाणिनिना यत्र कृतं तत्तु संज्ञापदम् अपेक्षते. अत्र संज्ञापदं न अपेक्षते इत्युक्ते अत्र अच् प्रत्याहारः पूर्णतया भवतु इति नास्ति, परे एकः एव वर्णस्य अपेक्षा अस्ति, यस्य संज्ञा अच् इति अस्ति तादृशसंज्ञीपदस्य अपेक्षा वर्तते. संशयः अस्ति किम्? अत्र अवगतं किं भेदः कः इति, संज्ञासंज्ञी उभयोः भेदः कः इति? अवगतं खलु? आम्, तु पूर्वमपि अस्माभिः दृष्टं, किन्तु वयम् अस्माभिः नामकरणं कृत्वा एतादृशचिन्तनं कृत्वा न दृष्टम्. एवमेव महोदय उक्तवान्, अस्तु प्रत्याहारस्य कश्चन वर्णः इति उक्तवान्, तत्तु अस्माभिः अवगतम् आसीत्, पूर्वम् अवगतम् आसीत् यः विषयः इति अवगतः. हा, अतः एव किम् इकारपि संज्ञी अस्ति, तर्हि संज्ञी अत्र इकः इति पञ्चम्यन्तनिर्देशः अस्ति, पञ्चम्यन्तनिर्देशः यत् अस्ति इक् क्षम्यताम्, इकः इति षष्ट्यन्तनिर्देशः खलु? हा, षष्ट्यन्तनिर्देशः, तत्र तु षष्ट्यन्तनिर्देशः पञ्चम्यन्तनिर्देशः यत्र सूत्रेषु पश्यामः, तत्र इति प्रत्याहारः उक्तमस्ति, संज्ञा उक्तमस्ति, किन्तु तेषु प्रत्याहारेषु अन्यतमवर्णः, एकः वर्णः यत् शब्दः अस्ति, वर्णः पूर्वं वक्तं खलु, वर्णः वा पदं वा यत् अस्ति तदेव शब्दः, यस्य उच्चारणं भवति, यस्य ध्वनिः भवति तदेव शब्दः. यदि वयम् अच् इति वदामः चेत् तस्य ध्वनिः वर्तते किं? साक्षात् लौकिकभाषायां ध्वनिः, तस्य किमपि ध्वनिः नास्ति, तत्तु केवलं संज्ञा अस्ति. यः अकारः अस्ति, आकारः अस्ति, इकारः अस्ति, प्रत्येकस्य वर्णस्य एव ध्वनिः वर्तते, तस्य एव व्याकरणे प्रामुख्यता अपि वर्तते. तर्हि इक् प्रत्याहारस्य कश्चन वर्णः आवश्यकता अस्ति, अत्र इति योगः अपि योगः अस्ति इत्यस्मिन्, इ इति संज्ञी अस्ति, आ इति संज्ञी अस्ति, तस्यैव प्राधान्यं वर्तते. तर्हि कदाचित् अपि अस्माभिः संज्ञायाः गणनं न करणीयम् इति, प्रामुख्यता नास्ति व्याकरणशास्त्रे, केवलं शब्दस्य प्रामुख्यता वर्तते. तर्हि अपि योगः अस्ति इत्यस्मिन् किमर्थं कयटस्य मतं दोषाय इति अत्र उक्तमस्ति अग्रे. तर्हि अपि योगः अस्ति, अप्यस्ति इति एकारः आदेशः भवति. पुनः यण् आदेशः इति वदामः, तत्र तु पूर्णतया यण् इति संज्ञायाः आदेशः भवति किं? नु न खलु, तेषु एकः वर्णः यण् इति प्रत्याहारस्य वर्णः संज्ञी यत् अस्ति तस्य उपस्थितिः भवति अत्र, यकारः आदेशः भवति. तदा एव इति योगः उपस्थितम् इत्युपस्थितम्, उकारः संज्ञी अस्ति, अनन्तरम् इकारः संज्ञी अस्ति, यकारः यत् आदेशः भवति तदपि संज्ञी अस्ति. अतः आहत्य पश्यामः चेत् एतावत्पर्यन्तं वयं सूत्रे सूत्रम् उपयुज्य कार्यं कृतवन्तः, संज्ञी इति स्वीकृत्य एव कृतवन्तः खलु, कदाचिदपि संज्ञा इति स्वीकृत्य न कृतम्, अर्थमपि स्वीकृत्य न कृतम् अस्माभिः. किन्तु अचि संज्ञीपदं कथं संज्ञापदमेव खलु? किं भगिनि अत्र लिखितम्? अतः अचि इति पदं संज्ञीपदं न तु संज्ञापदम्. अचि तु संज्ञापदं खलु? अच् इति संज्ञा वर्तते, किन्तु षष्टिनिर्देशः सूत्रे निर्देशः कृतः, तस्य तु अर्थः भवति के पाणिनिना यत् अचि इति उक्तमस्ति, अचि इत्यनेन परे अचि इति उक्तमस्ति, पूर्वनिमित्तिकम् इति अवगन्तुं शक्यते तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन. तर्हि कार्यस्य परं परं किम् अपेक्षितं? ह्रस्वकारः वा दीर्घकारः वा अपेक्षितं वा, नो चेत् पूर्णतया अच् प्रत्याहारः अपेक्षितं वा? भगिनि संशयः, भगिनि इक् अपि प्रत्याहारः, यन् अपि प्रत्याहारः, अच् अपि प्रत्याहारः, किमर्थं ऐ मीन् अच् इति संज्ञा संज्ञीपदं? यदा वयम् अच् इति संज्ञीपदम् इति वदामः तथा एव इक् इति अपि संज्ञीपदमस्ति, तत्र तु संज्ञा अपेक्षते इति कृत्वा संज्ञीपदम् इति वदामः. सूत्रे यत् पाणिनिना यत् सूत्रं रचितं, पाणिनेः अपेक्षा किम् अस्ति? अचीति वदनेन एकस्य वर्णे एव अपेक्षा कृता पाणिनिना, तथा एव इक् इति वदनेन एकस्य वर्णस्य एव अपेक्षा कृता, न तु पूर्णप्रत्याहारस्य, संज्ञायाः तत्र महत्त्वं नास्ति, एकस्य एव वर्णस्य यत्र कार्यम् इति पश्यामः चेत् यत्र कार्यं भवति तत्र तु एकस्य वर्णस्य एव अपेक्षा वर्तते, तत्र अतः यत्र इकः इति उक्तमस्ति तत्र तु इकः इत्यनेन संज्ञीपदमस्ति, संज्ञी इत्यस्य अपेक्षा अस्ति तत्र इति कृत्वा संज्ञीपदम् इति उक्तम्. विशेष्यमस्ति तन्नि भगिनी उक्तम् उत्तमः बालः इति वदामः तर्हि उत्तमः इति गुणः बालके वर्तते इति कृत्वा उत्तमः बालः. यत्र बालकः इति विशेष्यम् अस्ति, उत्तमः इति केवलं विशेषणम् अस्ति, तर्हि उत्तमः बालः इति बालकः इति वदनेन बालके उत्तमः इति गुणः उपस्थितः खलु. तथा एव अकार इत्यस्मिन् संज्ञी वर्तते यस्मिन् संज्ञा अस्ति. कीदृशसंज्ञा? अचि इति अचिति संज्ञा वर्तते तस्य. अत्र उत्तमः बालकः किं संज्ञा, किं संज्ञी, किं पदं संज्ञा संज्ञी न, अत्र तु विशेषणं विशेषं, यत्र यत्र विशेषणं विशेषम् इति आगच्छति. किमर्थम् उत्तमबालः बालकः इति वदामः? किमर्थं सुन्दरः गुणः अस्ति, सौन्दर्यम् अस्ति इति कृत्वा सुन्दरः बालकः इति वदामः? सौन्दर्यम् इति गुणः वर्तते तस्मिन्. किमि प्रत्ययः वदामः खलु, स्वामी इति वदामः, तत्तु संज्ञी तथा एव अस्ति. स्वामी, यत्र स्वामित्वं वर्तते, यस्मिन् स्वामित्वं वर्तते सः स्वामी. नो चेत् नाम स्वीकरोतु, एकः बालकः अस्ति, तस्य नाम कृष्णः. कृष्णः तु संज्ञा, किन्तु बालकः संज्ञी. उत्तमं भगिनि, सम्यक् अस्ति, उत्तमं. बालकः इति तस्य एव अपेक्षा अस्ति, केवलं नाम स्वीकृत्य कः लाभः खलु? तस्य बालकस्य अपेक्षा वर्तते. बालकम् आनयतु इति वदामि चेत् साक्षात् मनुष्यः एकः बालकः भवतु खलु, आगच्छतु इति अर्थः खलु. केवलं संज्ञा स्वीकृत्य लाभः कः? अस्तु, अवगतं खलु. एतावत्पर्यन्तं वयं पृथक्तया अस्माभिः न सूचितवान् महोदय, किन्तु उक्तवान् आसीत् यदि इको एणचि इति उक्तमस्ति चेत् इत्युक्ति प्रत्याहारस्य कश्चन वर्णः इति उक्तवान् आसीत्. अचि इत्युक्ते अच् प्रत्याहारस्य कश्चन वर्णः, एण् इत्यनेन एण् प्रत्याहारस्य कश्चन वर्णः इत्युक्ते अभ्यन् इति नामकरणम् अस्ति, संज्ञा अस्ति. संज्ञा यस्य वर्तते तादृश एकः वर्णः. यकारस्य संज्ञा एण् अस्ति, वकारस्य संज्ञा एण् अस्ति, तर्हि यकारः वा वकारः वा अपेक्षते खलु इति कृत्वा संज्ञी इत्यस्य तु यत्र कार्यं भवति साक्षात् एण् इति आगमनेन अस्माकं कार्यं न भवति. कश्चन वर्णः यस्य संज्ञा एण् अस्ति तद् तस्य अपेक्षा अस्ति, तद् आगच्छति इति आगमनम् अस्माकम् अवगमनं भवेत् इति. अस्तु, अवगतं खलु, समयः अतीतः. सर्वे दशवादने वर्गस्य प्रारम्भः तु दशवादनं भवति खलु, सार्धदशवादने वा दशवादने, किम् इत्युक्ते सर्वे तु विलम्बेन आगतवन्तः, अतः पृच्छामि. निश्चयेन समये आगच्छन्तु कृपया, दशवादने आगच्छन्तु. किमर्थम् इत्युक्ते अत्र किमस्ति, मलर् भगिनी तु आदौ एव आगतवती, अनन्तरं वयं तु दशनिमिषाः प्रतीक्षां कृतवन्तौ आवां भगिनि. एतत् वर्गं नास्मि, परन्तु एतदेव आगच्छति. भगिनी अहं न आगच्छतु इति वदामि, किन्तु यदि आगच्छति चेत् किञ्चित् नियतरूपेण आगच्छति चेत् सर्वेषां वर्गं चालयतु, नो चेत् वयं किं कुर्मः भगिनि, किं कुर्मः? पृष्टा भगिनी किमर्थं नास्ति इति मम प्रतीक्षा भवति खलु, तदर्थं वदामि. ऐ डोण्ट् यूजुवलि कम. नो चेत् यदि भगिनी न आगच्छति चेत् अहं त्यजामि, भगिन्याः प्रतीक्षां कदापि न करिष्यामि. क्षम्यतां भगिनी, मम तु इण्टर्नेट् क्लेशः अभवत्. अस्तु भगिनि, अद्य नास्ति चिन्ता. अग्रे गत्वा मम तु संशयः जातः, प्रायः यशोवर्धनमहोदय नास्ति इति कृत्वा सर्वे न आगन्तुं शक्तवान् एव शक्तवन्तः इति प्रायः. अस्तु अस्तु, नास्ति चिन्ता. अग्रिमसप्ताहात् निश्चयेन दशवादने प्रयत्नं करोतु, आगन्तुं प्रयत्नं करोतु. किं भगिनि? आफ्टर् द क्लास् वेण्ट् सुमन् भगिनि, ऐ वाण्ट् टु टाक् टु यू फर् अ मिनिट् इफ् यू डोण्ट् मैण्ड्. अस्तु अस्तु, तर्हि विरमामः. You know, this thing, but just to tell you something, okay? Dhanyavadaha. Dhanyavadaha, Bhaini. Shubha Dhanam.